भगिनी नमस्कारः। नमस्ते महोदय। भव्या भगिनी न आगच्छति अद्य, भवान् ईमेल् दृष्ट वा? हलो महोदय, श्रूयते भगिनि? अहं शृणोमि। आमां दिव्या भगिनी, ई पत्रं इदानीं मम अस्तु। अन्य अपि अर्णापि न सा ई पत्रं प्रेषितवती, सः भग्न्याम् एर्पोर्ट् चालयति, कारयाने चालयति। ओके ओके, भवान् चालयतु, भवान् चालयतु, भवती चालयतु। वाट् भगिनि? किं किमपि अधिकं महोदय न कृतवान्, यत् वयं गतसप्ताहे हेतुमतो लिङ् अपि लिङ् निमित्ते लिङ् क्रियाति पतो, तत् पुनः महोदय कृतवान्, कारण कि महोदयम् इति महोदयेन इति अनुभवत्ते अनुभवत्ते सर्वे न अवगच्छन्ति सम्यक्ता, सो पुनः इति कृतवन्तः। वयमपि एकं महोदय त्रय जनान् आहूयते, ते पुनः वदन्ति, तो वयम् इदानीं त्रय जनाः सन्ति, तो वयमपि पुनः द्वयमपि वदामः, तो अस्माकम् अवगमनं सम्यक् भवेत्। सर्वे नमस्कार, इदानीमपि ब्रेक् अस्ति मम स्लैट्लि मम ध्वनि शृणोति वा भगिनि? भवत्या ध्वनि सम्यक् अस्ति, भवतः अपि सम्यक् अस्ति। वयम् इति लिङ्क् परिचय इत्यस्मात् आरभामहे, लिङ्क् संस्कृत वन् वन् लिङ्क् लिङ्क् धातु वयं अस्तु तस्मिन् लिङ्क् परिचय अस्ति तत्र, तस्मात् पुनः पठामः। भवान् पठतु, प्रतिपादयतु, तदनन्तरं सूर्यकुमारी अपि वदति किमस्ति हेतुः इति मतो लिङ्क्, स किम् अवगच्छति, तदनन्तरमपि वदामि। तद् कुत्र पठितु? लिङ्क् परिचय भव्या भगिनी प्रेषितवती न अद्य ई पत्रं, लिङ्ग् लकारः 20 इति बिन्दु अस्ति, लिङ्ग् परिचय मणिमहोदय भवान् आरम्भं करोतु। अस्तु, पठामि। लिविङ्ग् परिचयः, तर्हि अधुना अस्मिन् पाठे स्य प्रत्यये अग्रे गच्छेम। गते पाठे स्य प्रत्ययस्य लिट् लकारः अवलोकितः आसीत्। अस्मिन् पाठे अपरस्मिन् अर्थे लिङ् लकारस्य स्य प्रत्ययः अवलोकयिष्यते। लिङ् लकारः असम्भावनार्थे भवति इति वदामः। स्य प्रत्ययः पाठे एकः अस्ति लिट् लकारः, अन्यः अस्ति लिङ् लकारः सो पूर्वमेव लिङ् लकारस्य पठितवन्तः इदानीम् अस्य पाठे लिङ् लकारस्य पठामः पठिष्यामः तत्तु लिङ् लकारः आसम्मानार्थे लिङ् लकारः सम्मानार्थे भवति परन्तु आसम्मानार्थे लिङ् लकारः भवति इति तस्य अर्थः अहं चिन्तयामि अनन्तरं लिङ् लकारः विधाय सूत्रस्य अवलोकनात् पूर्वं सम्भावनार्थे विधिलिङ् लकारस्य लिङ् लकारः विधाय सूत्र आं भगिनि लिङ् लकारः विधाय सूत्रस्य अवलोकनात् पूर्वं सम्भावनार्थे विधिलिङ् लकारः विधायकसूत्रम् अवलोकयामः लिङ्लकारः आसम्भवनार्थे भवति अतः सम्भावनार्थे लिङ् विधिलिङ्लकारस्य सम्भावनार्थे एव भवति पूर्वं ज्ञातवन्त्वा विधिलिङ्गलकारस्य विधायसूत्रम् अवलोक्येत् अनन्तरं लिङ्लकारः सम्भावना असम्भवनार्थे इति पठामः पठिष्यामः इति तस्य अर्थः हेतुहेतुमतोर्लिङ् हेतुः च हेतुमान् इत्यनयोः उपस्थितौ अर्थात् कार्यकारण भावे कार्यकारणभावे सति धातुतः विकल्पेन लिङ् लकारः भवति हेतुः कारणं हेतुमत् फलं हेतुभूते हेतुमदि च अर्थे वर्तमानात् धातोर् लिङ् प्रत्ययः वा भवति सर्वलकाराणाम् अपवादः इति काशिकायां पक्षे लिरिडपि विकल्पेन लिरिट् लकारः अपि भवति काशिकायाम् अग्रे निदर्शनं उदाहरणेन दक्षिणेन चेत्यायात् न सकटं पर्या भवेत् लट्टि कमलकम् आह्वयेत् न चकटं पर्या भवेत् दक्षिणेन यादनं हेतुः आपर्यावरणं हेतुमत् विभाषा च अयमिष्यति भविष्यति च काले तेन लिट् अपि भवति दक्षिणेन चेत् यास्यति न शकटं पर्या भविष्यति या प्रापणे अदातौ गच्छति अर्थः लटि याति विधिलिङ्ग् यायात् परि आ भू पर्या भवति इति युते टु टर्न् अप्सैड् डौन् कार्यकारणभावः अपि भवेत् भविष्यति अपि भवेत् वर्तमानकाले अर्थे चेत् इति चेत् विधिलिङ् न विधिलिङ्ग् न अपि लिरिट् गन्ति इति पालयते हेतुर् अस्य अस्ति हेतुमान् हेतुः च हेतुमान् च तयोरुत्तरेतरद्वन्द्वः हेतुमन्तौ तयोरुत्तरे हेतुमतोः हेतुमतोः सप्तम्यन्तं लिङ् प्रथमान्तं द्विपन्तं सूत्रं विभाषाधातोः सम्भावनावचने यदि इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः धातोः परस्य इत्यस्याम् अधिकारः अनुवृत्तिसहितसूत्रं हेतुहेतुमतोः धातोः लिङ् प्रत्ययः परश्च विभाषा एतत् सूत्रमस्ति हेतुहेतुमतोर्लिङ् इति सूत्रं वदति हेतुहेतुमान् इत्युक्ते हेतुः इति अर्थः तत् दत्तं कारणं हेतुमत् इति अर्थस्य अर्थं फलं हेतुहेतुमान् हेतुमान् इत्युक्ते हेतुः अस्य अस्ति सः एव हेतुमान् इति अर्थः हेतुः च हेतुमान् उभयोरत अर्थात् कारण बहवः कार्यकारणबाहवः इत्युक्ते कारणमपि कार्यमपि भवति चेत् तत्स्थाने धातुतः लिङ्लकारः विकल्पेन भवति इति तस्य अर्थः अनन्तरं हेतु वर्तमानात् हेतुभूते हेतुमति च अर्थे वर्तमानकालात् वर्तमान भगिनी भगिनी वर्तमानकालधातुः इति स्यात् अत्र वर्तमानकालात् लिङ्ग् प्रत्ययः भवति इति अत्र विषयेण भवति इति अत्र वार्ता अस्ति महोदय उक्तवान् धातुः वर्तमाने अस्ति लकार लिङ्ग् भवति वर्तमानकालं नास्ति न वर्तमानकालः नास्ति धातु वर्तमान अस्ति वर्तमानधातु विशेषणं फर् धातु द वन् वी आर् यूसिङ्ग् लकारलिङ्ग् अस्ति सम्भावना अर्थे किन्तु धातु वर्तमान इति धातोः यथा अरुणा भगिनी उक्तवती विशेषणम् अस्ति इति वर्गे महोदय वर्तमानात् धातोः लिङ्गः इति सन्धिविभजनं वर्तमानात् धातोः लिङ्ग लिङ्ग लिङ्ग् प्रत्यय धातुः वर्तमान वा आम् उदाहरणेन या धातुः या धातुः इदानीं यत् अस्ति या धातुः तत् धातुः तस्य लिङ्ग्लकारः अस्ति यात् वर्तमाने अस्ति याति यदि याति इति लटि भवति वर्तमाने तु धातु इति इदानीम् अवगतम् अस्ति तथैव पर्या भवेत् भू इति धातु भवति इति लटि अस्ति अपि भविष्यति इति लिट् लकारे अस्ति यदि वर्तमानकालः अस्ति यथा अन्य उदाहरणम् अस्ति हन्ति इति पलायते यदि लटि अस्ति तत्र लिङ्ग्लकारस्य प्रयोगे नास्ति यदि लत् अस्ति वर्तमानकालः अस्ति लकार यदि लति अस्ति ओके तत्र धातु वर्तमाने अस्ति भगिनि भवत्या ध्वनि ब्रेक् ब्रेक् ब्रेक् अस्ति अहम् इदानीमपि अस्ति अन्यः मम अर्थे वा अथवा अन्य अर्थे अपि फील् कर्तात् अहं न जानामि अनन्तरं सर्वलकारः अपवादः इति काचिकायां न तस्य अर्थः किम् अस्तु इदानीं सम्यक् अस्ति महोदय इदानीं सम्यक् अस्ति सर्वलकाराणाम् अपवादः इति महोदय उक्तवान् अष्टाध्याय्याम् एतत् सूत्रसङ्ख्या अस्ति 33156 तस्मात् पूर्वं ये धातवः सन्ति ते लिङ्ग् लकारस्य उपयोगः नास्ति किन्तु अन्य लकाराणाम् उपयोगं भवितुं शक्नोति किन्तु यदि हेतुमतो भावः अस्ति तत्र अन्यलकारा इत्येषाम् उपयोगं न कृत्वा लिङ्ग्लकारस्य एव उपयोग इति कर्तव्यम् अतः इति अपवादः उक्तवान् अस्ति काशिकायाम् अस्तु अस्तु धन्यवादः अहम् इति शोधनं न कृतवती तस्मात् पूर्वं के लकारा उक्तमस्ति अष्टाध्याय्यां किन्तु इति महोदय उक्तवान् अहम् एतत् प्रश्न कृतवती वर्गे उत्तरमिति दत्तवान् अस्तु तु इदानीं भवान् समापयतु उदाहरणं दत्वा अस्तु अस्तु लिङ्ग्लकारः अपि भवति अनन्तरं लिङ्ग्लकारः अपि भवति इति अत्र दत्तम् उदाहरणेन काशिकायाम् उदाहरणं दत्तमस्ति दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् इत्युक्ते वाहनं यानं दक्षिणे यायात् विधिकारः दत्तं यायात् चेत् न पर्या भवेत् शकटं शकटं न पर्या भवेत् इति तेषः अर्थः. अन्य उदाहरणमपि कमलकम् आह्वयेत् यदि कमलकम् आह्वयेत् शकटं इट्स् मीनिङ्ग् इफ् यु इन्फार्म् द कमलकं ड्रैवर् न शकटं पर्या भवेत् इति विधिलिङ्गकारे. अनन्तरं दक्षिणेन यानं हेतुः कारणम् अनन्तरम् अपर्याभवनम् उद्दिश्य फलम् विभाषा च आमिष्यते तदपि अपि यानं कीदृशपदमस्ति महोदय? दक्षिणेन यानं हेतु रै यानं कीदृशपदम् अस्ति अत्र? यानं दक्षिणेन यानम् इति दक्षिणेन यायात् इत्युक्ते दक्षिणेन गच्छति चेत् न पर्याप्तम् यायात् इति विधिलिङ्गि अस्ति. दक्षिणेन यानं हेतु यानं कीदृशपदम् अस्ति? यानं प्रथम यानं या धातु च ल्युडन्तम् अस्ति. ल्युडन्तं युरो वानको अनेन यानं भवति इति इति अस्ति. दक्षिणेन यानं हेतु नौसलिक वा? हा लुडन्त लुडन्तरूपम् इति दक्षिणेन सुबन्त यानं सुबन्तपदं यथा वयं वदामः किं लुडन्तस्य उपयोगं पठनं इति साधु पठदातु च लुडन्तं पठनं भवति. युरो नामको अन्नम् इति आगच्छति अहं न जानामि कः. अहं पुनः आगच्छामि. अस्तु धातु या धातु महोदय अस्तु इदानीं सम्यक् अस्ति. अस्तु यानम् इति लुडन्तं पदमस्ति. या धातु या धातु एव या योगः ल्युट् या योग ल्युट् सो ल्यु लकार इति संज्ञा भवति दशकुत्रपते ल्युटम् अट्टकारस्य हलन्तम् अनेन यु तदनन्तरं योरनाको अनेन अन् आगच्छति. सो यानं या योग अन्नं सवर्णदीर्घसन्धि यानं तद् एकवचनं यथा भवनम् अस्ति अपरया भवनं भूधातुतः भवनम् आगच्छति. भूधातुतः कारण की लुडन्तम् इति आर्धधातुकप्रत्ययः अस्ति. सो भो भवति गुण भवति प्रथमं भो तद् अन्नं तु भवनं भवति अवभवनम् अवादेश तदनन्तरं साधु. अस्तु धन्यवादः. अस्तु इति अहं यथा महोदय पृष्टवती तत् पृष्टवान् तथैव अहं पृच्छामि. भवान् पृष्टवती तदेव आन्सर् अपि प्राप्तवती. इदानीं मम अर्थे वदति. धन्यवादः. अस्तु अपि इदानीं लिट्लकार निमित्तं द्वितीयविभाषा विकल्पेन किं भवति लिङ्ग्लकार इति विभाषा अस्ति साधु विकल्पेन एकपक्षे लिङ्ग् लकारस्य प्रयोग द्वितीयपक्षे लिङ्ग्लकारः अनन्तरं भविष्यति काले अर्थे आमां तस्य उदाहरणं तस्य उदाहरणम् इदानीम् इत्र अत्र अस्ति किल भविष्यति दक्षिणेन यास्यति यास्यति न शकटं पर्या भविष्यति दक्षिणेन न यास्यति न इति शकटं पर्या भविष्यति इति च अन्वय भवति न शब्दः अस्ति दक्षिणेन चेत् यास्यति शकटं न पर्या भविष्यति इति भवति न शकटं पर्या भविष्यति दक्षिणेन यास्यति चेत् न शकटं पर्या भविष्यति शकटं न पर्या भविष्यति दक्षिणेन चेत् यास्यति शकटं न पर्या भविष्यति मीन् इट् कम्स् फ्रोम् द राइट् सैड् वार् यु टेक् द साउथ् इफ् दे गो फ्रोम् द साउथ् देन् द शकटं वोण्ट् अप् गो अप् सैड् डौन् विल् नाट् गो अप् सैड् डौन् इफ् दे गो फ्रोम् द इत्युक्ते नार्थन् सैड् इस् गोयिङ्ग् गोस् मीन्स् शकटं पर्या भविष्यति नाट् रैट् सैड् गोस् मीन्स् इट् विल् नाट् तदेव इति सम्भावना अस्ति सम्भावना अस्ति अस्तु भगिनि पर्या भवति इति उपसर्ग सः दत्तं परि अपि उपसर्गः आ अपि उपसर्गः भूधातुः पर्या भविष्यति अथवा पर्या भवेत् इति दिलिङ्गकारे अपि परस्मम् इति अपि दत्तं भविष्यति इति फ्यूचर् लकारः अपि भवति लिङ्ग् अपि लिरिक् अपि अत्र गतम् अनन्तरं वर्तमानकालात् भवति चेत् विधिलिङ्ग् अपि लिरिक् लकारः अपि न भवति इति दत्तम् अनन्तरं हन्ति इति पलायते इति वर्तमानार्थे वर्तमानकाले दत्तं हेतु च अस्य अस्ति हेतुमान् इति तस्य अर्थः भवानपि गतवर्गे उक्तवती यस्य हेतु अस्ति हेतुमान् सः हेतुमान् इति तदेव भगिनि सः एव हेतुमान् द्वयोः जुगपद् उपस्थितिः अस्ति हेतोः अपि हेतुमान् अस्ति द्वयोः युगपद् उपस्थितिः भवेत् कार्यकारणभावः अस्ति यथा कार्यम् अस्ति शकटस्य पर्याभवनं किन्तु हेतु अस्ति दक्षिणेन यानं द्वयमपि भवेत् तदा तो इति सः एव न अस्ति कार्यकारणभावः प्रदर्शितम् अस्ति तत्र एव लिङ्ग्लकारस्य विभाषा भविष्यार्थे विकल्पेन विभाषा लिट् लकारस्य प्रयोगः आगच्छति अस्तु हेतु अस्य अस्ति हेतुमान् इति अत्र दत्तं किल कुत्र अस्ति अङ्गी पलायते अनन्तरं हेतु अस्य अस्ति हेतु अस्य अस्ति इति हेतुमान् या हेतुमान् अस्य अस्मिन् भवति तद् भवति हेतुमान् आमाम् इति हेतु अस्य अस्ति वा अस्य अस्मिन् अस्ति इति हेतुमान् आम् अन्यप्रश्नं महोदय कृतवान् इति हन्ति इति पलायते साधु सो इट्स् कथं भवान् अवगच्छति हन्ति इति पलायते स्वस्य अवगमनं यत् भवति तत् स्वस्य भाषायां वदतु स्वस्य भाषायामिति कथं किम् अवगमनमस्ति हन्ति पलायते पलायते वा हन्ति इति पलायते मीन्स् एकः हदि कदि अनन्तरं अन्यः अपि पलायते वा आम् आम् आम् इति अस्ति द्वयम् अति जनः द्वयं जनस्य अस्ति इति सूचना अत्र एकं हन्ति हन्ति या मारयति अस्ति घातयति इति कर्तुम् आगच्छति तत् अन्य जनः अस्ति सः पलायनं करोति इति अस्ति एकं हलनं कर्तुम् आगच्छति अन्य पलायनं करोति इति स एव एक एव जन नास्ति जनद्वयम् अस्ति एक हन्ति द्वितीय पलायनं करोति इति अस्ति धन्यवादः अनिवृत्तिशतं सूत्रं हेतु हेतुमतो दधौ लिङ् प्रत्यय परस्य विभाषा हेतुमतो हेतु हेतुमतो दधु अर्थेन धातुः भवति चेत् लिङ्लकारः लिङ्लकारः विभाषा इत्युक्ते विकल्पेन भवति इति सातः हन्ति इति पलायते यदि सम्भावना अर्थे लिङ्लकारस्य प्रयोगः भवति तथा तदा कदा कथं भवति वाक्यम् हन्ति इति पलायते इदानीं इति दत्तमस्ति लट् लकारे साधु यदि सम्भावना अर्थे अस्ति तथा भवान् कथं वदति पलायते वर्तमानकाले किल किन्तु यदि सम्भावना कथं वयं भवान् वदेत् लिङ्लकारे वा अस्तु एकः अन्ते अन्यः पलायेत भगिनि किं पालयिष्यति भगिनि हनिष्यति इति भवति भविष्यकाले हन्यात् इति भवति साधु ओ हन्यात् अन्यः पलायेत पलायेत् पलायेत् पलायेत् भवेत् साधु ईत आगच्छति पि विभाषा लिट् लकारः कथं भवति चेत् हनिष्यति पलास्यति पलास्यति इति भवति आकारात् अस्ति न हंस्यति पलायिष्यति इदागमः न भगति भगिनि इदागमः न आकार अस्ति न तत्र आकार तो इति इदागमः न भवति पलिष्यति इति दत्तमस्ति अत्र लिप् लकार पल् धातुतः पल् पले गतौ अस्ति लिप् लकार पलिष्यति दत्तमस्ति पल् अस्ति फलान् अस्ति धातु पल् अस्ति इडागमः अस्ति तत्र पलिष्यति पल् अस्ति इति विधिलिङ्गि पलेत् अस्ति पले अस्ति पलेत् विधिलिङ्गि पलेत् हन्तातुः हन्तातुः अपि इडागमः भवति हनिष्यति इति हनिष्यति या यदि हनिष्यति पलिष्यति फलिष्यति इति लिट् लकारे भवति, किन्तु विधिलिङ्गि इति भवति हन् धातु अन्यात् पश्यामि हन् धातु विधिलिङ्गि रूपं भवति. विधिलिङ्गरूपमस्ति हन्यात् इति अस्ति हन्यात्. यदि हन्यात् चेत् सः पलेत् धातु पल् न पलेत् अस्ति पलेत् लिङ्गकार यत् लिङ्ग् लिङ्गि अस्ति तत्र द्वयं लिङ्ग् लकारे भवति साधु यथा दक्षिणेन यात् तत्र इति शकटं न पर्या भवेत् इति अस्ति साधु. सो एकपक्षे लिङ्ग् लकार अन्यपक्षे लिट् लकार साधु. ओके ओके धन्यवादः. सूर्यकुमारी भवतः संक्षेपे वदतु इति तदनन्तरम् अग्रे सरामः. सूत्रं भगिनि हेतुहेतुमतोर्लिङ्ग् हेतुहेतुमतोर्लिङ्ग् तत्र विधिलिङ्गलकारः हेतुहेतुमत् कार्यं फलम् अस्ति तत्र एव लिङ्गलकारः विकल्पेन भवति. अन्यत् पक्षे लृट् लकारः भवति इति तदेव भगिनि. उदाहरणं दक्षिणेन यानं ययात् तत्र यानम् इति कारयानम् इति नास्ति. दक्षिणेन ययात् यायात् या इति धातु यात् इति सिद्धतिङ् प्रत्ययः अस्ति साधु प्रथमपुरुषे एकवचने विद्युलिङ्गे यायात् न शकतं पर्याप भविष्यति पर्या भवेत् इति यदि विधिलिङ्ग् द्वयं विधिलिङ्ग् भवति न शकतं पर्या भवेत् पर्या भव्या तत्र भूधातु भूधातु रूपं विधिलिङ्गरूपं भूय भूयात् न भू भवेत् इति कारणकि इति परस्मैपदे अस्ति अत्र विधिलिङ्ग परस्मैपदी भगिनि नो भूयात् इति विधिलिङ्ग् यदि अस्माकं भूधातु भवादिगणे अस्ति तत्र भवेत् अस्ति साधु भूयात् भवेत् इति पर्या भवेत् परि योग आयोग इति भवति भवति विधिलिङ्ग् प्रत्ययात् खलु परस्मैपदी यात् अस्ति वदति अत्र ईच् भवेत् तत् दत्तमस्ति अस्माकम् उदाहरणे भवेत् आत्मनेपदि भवेत् भवति परस्मैपदि भवे भूयात् भवति यत् उदाहरणं काशिकायां दत्तमस्ति तद् भवेत् अस्ति खलु भवेत् ओके पर्या भवेत् इति दत्तमस्ति साधु ओके लङ् लकार भवेत् भवति लिङ् लकार भवेत् अस्ति अत्र वयं यत् सूत्रमस्ति हेतु वत्तुमतौ इति भव लिङ् लकार कृते अस्ति इति सूत्रं साधु अभवत् लङ् लकार विधिलिङ्गि भवेत् अस्ति तत्र या इति अपगच्छति भवेत् एव अस्ति विधिलिङ्गरूप ओके ओके भूयात् आशीलिङ्गि अस्ति भूयात् ओके ओके ओके कथं यात् भवेयुः भवति वा भवेयातां भवति वा न भवेयाताम् इति अपि नास्ति विधिलिङ्गि भवेत् भवेतां भवेयुः भवे भवेतं भवेत भवेयं भवेव भवेम इति आशीलिङ्गि अस्ति भूयात् भूयात् भूयास्तां भूयात् इति अस्ति और लिट् लकार अस्ति भविष्यति लिट् भविष्यति भविष्यत भविष्यन्ति भविष्यसि भविष्यत भविष्यत इति भवति अस्तु अन्य लिङ् यदि लिङ् लकार अस्माकम् अस्ति तत्र अभविष्यत् इति भवति प्रथमपुरुषे अस्तु पुनः वदतु इति भवत्या दक्षिणेन यायात् सम्भावना अस्ति तु अतः यदि चेत् इति वक्तव्यमपि दक्षिणेन यदि दक्षिणेन यायात् तर्हि अपि चेत् भवति तत् केवलं चेत् इति वक्तव्यं साधु न शकटं पर्या भवेत् अनुगमकम् अङ्गमस्ति तत् कारणे ईत् भवति वा लुच् भवति न विकल्पे भवती एव उक्तवती रैट् प्रत्यय इत् भवति कुयोगः इत् नो विकल्पेन किं भवति यदि लिङ् लकार नास्ति लिङि नास्ति लिट् लकार साधु लिट् भविष्यति इति तो लिट् लकारे वाक्यं कथं वक्तव्यं दक्षिणेन यास्यति न शकटं पर्याभविष्यति किन्तु चेत् इति वक्तव्यमपि कारणं कि सम्भावना अर्थे अस्ति साधु तस्य उपयोगमपि वक्तव्यं दक्षिणेन चेत् आयात् वा यदि दक्षिणेन यास्यति तर्हि शकटं न पर्याभविष्यति न शकटं पर्याभविष्यति दक्षिणेन यास्यति शकटं अपर्याभविष्यति अपर्याभविष्यति इति साधु कारण कि तत्र मीन्स् न पर्याभविष्यति इति भवति अस्तु धन्यवादः भगिनी अरुणा भगिनी अनुवृत्तिसहितसूत्रं विवरतु भगिनि अनुवृत्तिसहितसूत्रं हेतुहेतुमत्रोः धातोः लिङ्ग् प्रत्ययः परश्च विभाष ओके वाक्ये हेतुहेतुमतौ उपस्थितौ धातुतः लिङ् प्रत्ययः परश्च अधिकारे अस्ति अतः प्रत्ययः परश्च विभाषा इत्यनेन विकल्पेन भवति इति निमित्तानि कानि सन्ति हेतुहेतुमतौ हेतु इति कार्य कारणं हेतुमतौ इति फलं हेतुमत् इति एवं हौ डु यु डु विग्रहवाक्यं हेतुभूते हेतुमति हेतु च हेतु हेतुमतः हेतुमतौ इति भवति साधु कारणकि इतरेतरद्वन्द्व अस्ति सर्व हेतु च हेतुमतौ तस्मिन् तस्य सप्तमी विभक्ति हेतुमतौ इति भवति हेतु हेतुमतोः तु इति सप्तमी विभक्ति विषया अस्ति अस्ति कार्यकारणभाव वर्तते इति हेतु हेतुमतोः सप्तमी विभक्ति विषय सप्तमी अस्ति धातोः पञ्चमी विभक्ति परतः वा तस्य उत्तरस्य लिङ् प्रत्यय इति प्रथमा विभक्त्याम् अस्ति लिङ् प्रत्यय परश्च इति परम् आगच्छति तत्र तस्य अधिकारः अस्ति धातोः परम् आगच्छति विभाषाति विकल्पेन इति विकल्पेन भविष्यार्थे लिट् लकारस्य प्रयोगे इति अस्ति अस्तु धन्यवादः भगिनि सूर्यकुमारी द्वितीयसूत्रं पठति लिङ् निमित्ते लिङ् क्रियातिपत्तम् भगिनि लिङ्ग् निमित्ते लृङ् क्रियातिपत्तौ लिङ्गः निमित्तं यः हेतुमद्भावः तस्मिन् प्रसङ्गे भविष्यत्कालाद्ये क्रियातिपत्तौ धातुतः लृङ् भवति क्रियातिपत्तिः इत्युक्ते क्रियायाः असिद्धत्वं भविष्यति अनुवर्तते हेतुमतोर्लिङ् इति एवम् अधिकं लिङ्गः निमित्तम् इति अधिकम् एवम् अधिकं लिङ्गः लिङ्गो निमित्तं लिङ्ग् निमित्ते लृङ् क्रियातिपत्तौ तत्र लिङ्ग् निमित्ते भविष्यति काले लृङ् प्रत्ययो भवति क्रियातिपत्तौ सत्यम् इति काशिकायां प्रथमं पठामि भगिनि तदनन्तरं विवरणं ददामि काशिकायाम् अग्रे निदर्शनं दक्षिणेन चेत् यास्यत् दक्षिणेन चेत् दक्षिणेन चेत् अयास्यत् चेत् अयास्यत् इति लिङ्गकारस्य प्रयोग अयास्यत् काले अयास्यत् अयास्यत् शकटं पर्याभविष्यत् यदि कमलकम् आह्वास्यन् आह्वास्यत् न शकटं पर्याभविष्यत् अबोक्ष्यत् भवान् घृतेन यदि मत्समीपमागमिष्यत् भविष्यत्कालविषयम् एतत् वचनं भविष्यत् अपर्याभावनं च हेतुमत् तत्र हेतुभूतं च कमलकाह्वानं लिङ्गिलिङ्गो बुद्ध्वा तत् अतिपत्तिं च प्रमाणान्तरादगम्य वक्तावाक्यं प्रयुङ्क्ते यदि कमलकाम् आह्वास्यत् न शकटं पर्याभविष्यत् इति हेतुमतोः आह्वानपर्याभवनयोः भविष्यत्कालविषययोः अतिपत्तिः इतौ वाक्यात् अवगम्यते लिङ्गः निमित्तं लिङ्गनिमित्तं तस्मिन् लिङ्गनिमित्ते षष्ठी तत्पुरुषः लिङ्गस्य निमित्तं लिङ्गनिमित्तं षष्ठी तत्पुरुषः क्रियायाः अतिपत्तिः क्रियातिपत्तिः तस्यां क्रियातिपत्तौ षष्ठी तत्पुरुषः लिङ्गनिमित्ते सप्तम्यन्तं लृङ्प्रथमान्तं क्रियाधिपत्तौ सप्तम्यन्तं त्रिपदमिदं सूत्रं भविष्यति मर्यादवचने वरस्मिन् इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः धातोः प्रत्ययः परच्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं लिङ्निमित्ते भविष्यत् धातोः लृङ् प्रत्ययः परच्च क्रियातिपत्तौ विवरणम् अधिकमस्ति लिङ्गनिमित्ते लृङ् क्रियातिपत्तौ प्रथमं लिङ्गनिमित्तम् आवश्यकम् अनन्तरं क्रियातिपत्तौ इत्युक्ते असिद्धत्वं सिद्धत्वं लिङ्लकारे सिद्धत्वं लृङ्लकारे असिद्धत्वं लिङ्निमित्तं वयं पूर्वं पठितवन्तः लिङ्निमित्तं हेतुहेत्मद्भावः तस्मिन् प्रसङ्गे भविष्यत्कालात् क्रियातिपत्तौ इत्युक्ते असिद्धत्वं यत्र अस्ति धातुतः लृङ् भवति क्रियाधिपत्तिः इत्युक्ते क्रियायाः असिद्धत्वं तदर्थं क्रिया न सम्भवति इति भविष्यति इति अनुवर्तते हेतुमतोर्लिङ् इति एवम् अधिकं लिङ्गो निमित्तं लिङ्लकारनिमित्तं यदि अस्ति तर्हि तत् अपि लृङ्लकारनिमित्तम् आयाति तत्र लिङ्निमित्ते भविष्यति काले लुङ् प्रत्ययो भवति क्रियादिपत्तौ सत्यम् इति काचिकायाः मतम् इति काचिकायाम् अग्रे निदर्शनं दक्षिणेन चेत् अयास्यत् इति लृङ्लकारः दक्षिणेन चेत् अयास्यत् नास्य कथं पर्याभविष्यत् यदि तदेव कमलकम् आह्वास्यत् नास्य कथं पर्याभविष्यत् अपेक्षयत तत्र अपेक्षयत तत्र आत्मनेपदी अभोक्ष्यत इति भुज धातुत अस्ति आत्मनेपद अभोक्ष्यत् अपेक्षत अभोक्ष्यत् भो भवति तदेव भगिनि भुज धातुतः स्य परत्य परे अस्ति कारण की लिङ् लकार अस्ति तो अतः अडागमः भवति अभो स्य प्रत्यय आदधातुक अस्ति तो आदधातुक इति पुगन्तलघुपत्यस्य भो भवति भोज तदनन्तरं चोः कुः अनेन ककार भवति आदेशप्रत्ययो अनेन स्य स मूर्धन्यशकार भोक्ष्य इति भवति भवान् घृतेन यदि मत् समीपमागमिष्यत् समीपम् आगमिष्यत् समीपम् आगमिष्यत् आगमिष्यत् क्षम्यताम् आगमिष्यत् भविष्यत् कालविषय विषयम् एतत् वचनम् भविष्यत् इट् मीन्स् इफ् यु वुड् हेव् कम् नियर् मी देन् यु वुड् हेव् बिन् गिवन् घी फार् ईटिङ्ग् मीन् इट् डिड् नाट् हेपन् बट् रैट् अभोक्ष्यत् भवान् कृतेन अभोक्ष्यत् भवान् कृतेन यदि मत्समीपम् आगमिष्यत् इफ् यु वुड् हेव् कम् टु अस् टु मी इफ् यु वुड् हेव् कम् टु मी then you would have given the ghee to eat also, you know, like that. Oh. Okay. But now it is, okay. It did not happen because that's what the Ling Likar says. Kriyati pato asijatvam. Oh, ma'am. So it did not happen for him. But if we would have it, that's a sambha, असम्भावना परि परिणामं यत् अस्ति तत् अस्ति इट् मीन्स् नौ वाट् एक्चुलि हेपन् टु हिम् एक्चुलि वाट् हेपन् टु हिम् देट् ही एट् बट् ही डिड् नाट् ईट् वित् घृतम् ओके सो भविष्यत्काला अस्ति एक महोदय इति उक्तवान् यथा दक्षिणेन चेत् यास्यत् साधु इति अयास्यत् इति लिङ्गकारे अस्ति सो इफ् ही केम् इन् द इफ् ही केम् फ्रोम् द सौत् आर् रैट् सैड् देन् सम्भावना न शकटं पर्या भविष्यत् इति शकटं वुड् नाट् हेव् गान् अप् सैड् डौन् रैट् सो देट् इस् वन् बट् परिणामं किम् अस्ति दक्षिणेन न यास्यत् he did not come on the right side that's what happened shakatam parya bhavishyati unaji this shakatam fell down upstairs. So that time lit lakar bhavishyat kala arthe so two sentences you had to do which here is not used here but that's what varge vayam kritavantah दक्षिणेन चेत् अयास्यत् साधु इति लिङ् लकारे अस्ति न शकटं पर्या भविष्यत् if you came from the right side, your shakatam would not have gone upside down. So ayasyat iti isti asti in ling lakare. But what was the parinanam? He does not come from the right side. No. So dakshinena na ayasyat. He did not come from the right side. Dakshinena na ayasyat. Atah shakatam parya bhavishyati. Oh, okay. So you have to see opposite, reverse. So iti parinanam drishtva ling lakarasya upayogam asti. There is one sati. Pramanam antaratat gamyam vakta vakyam prayunkte. See, ling, linge budva tad atpati cha parimanam antarat avagamya vakta vakyam prayunkte. So ling, linge, samasati. Lingi, linge. So linga iti akaranta dhatu asti, akaranta padam. Linge iti saptami vyakti bhavati. Linge, linga, lingam iti, linga iti yukte karanam. Lingin, lingin iti asti kiryaphalam. Ya hetumat vyakti hetuma lingin. So lingin tasya samase nakarasya nalopo pratipadikantite nakarasya kachati. So lingi iti pratipadikam dattam asti atra kevalam. So lingi linge. So lingi iti bhavati kriyaphalam. So that pramanam antarat. So what happened? He did not come from dakshina. So dakshinat na yasyati dakshinat. So what had happened? Shakatam parya bhavishyati iti lit lakari bhavishyatkale iti asti. Kintu it did not happen. That's why sambhavana asti dakshinena chet yasyat na parya bhavishyat iti ling lakari shakatam na parya bhavishyat. Am I clear? भगिनी मया न सम्यक् अवगच्छामि. लिङ्ग लिङ्गे तत्रैव लिङ्गे इस् लिङ्गं मीन्स् कारणम्. ओके, सो लिङ्गे इति सप्तमी विभक्ति. ओके, लिङ्गे विषये. ओके, यत् कारणं विषये अस्ति बिकास् आफ् दट् लिङ्गे. लिङ्गिन् क्रियाफलम् अस्ति. सो लिङ्गं किम् अस्ति? लिङ्गम् अस्ति दक्षिणेन अयास्यत्. ओ ओके ओके, ही डिड् नाट् कम् फ्रम् द रैट् सैड्, देट् इस् लिङ्गम्. लिङ्गि किम् अस्ति? क्रियाफलं शकटं पर्या भविष्यत्. ओके okay okay, so that is okay. The thing, so ling lakar only when you see pramana, when there's a pramana, I mean you have seen that effect of the, and that's a sambhavana. That's why it's a sambhavana. Okay, in just the ling lakar asti tatra sambhavana asti tatra kevalam vidhi ling asti. So iti hetu mato dvayoho bhavishyat kala arthe iti nimitani समानम् अस्ति. यथा हेतुमतो लिङ्ग् इति सूत्रम् अस्ति, तत् समान अस्ति. किन्तु अधिकम् अस्ति, अन्य अस्ति क्रियास्तिपत्ति. हेतु भवेत् हेतुमामि. कार्यं भवेत्, कारणं भवेत् द्वयं, भविष्यत् कालार्थे तृतीयं, चतुर्थं क्रियास्तिपत्ति. क्रियातिपति मीन्स् क्रिया न जाता वा क्रिया असफला अभवत्, असिद्धित्वम् इति सक्सेस्फुल् न इति. सो चत्वारि अंशाः अस्ति. हेतुमान् भविष्यत्काल क्रियातिपत्ति इति. वाक्यं द्वयं भवति, एकं भवति लिङ्ग् लकारे, अन्यथा अस्ति यदि हेतुमतो लिङ्ग् अभवत् तत्र एकं वाक्यमस्ति विधिलिङ्गि अन्यं वाक्यमस्ति लिट् लकार उपरि यत् हेतु एकवाक्यं लिङ्ग् लिङ्ग् लकारे विधिलिङ्गि द्वितीयं वाक्यं लिट् लकारे यथा कमलकम् आह्वयेत् इति न शकटं पर्या भवेत् इति विधिलिङ्गि कमलकं चेत् यास्यति न शकटं पर्या भविष्यति इति लिट् लकारे अत्र अस्ति लिङ्निमित्ते दक्षिणेन चेत् अयास्यत् इति अस्ति लिङ् लकारे न शकटं पर्या भविष्यत् इति लिङ् लकारे अपि भविष्यत्कालं नास्ति इति भविष्यत्कालं समानं यत्र उपरि अस्ति तथैव भवति दक्षिणेन चेत् यास्यति न शकटं पर्या भविष्यति इति साधु धन्यवादः सुब्रह्मण्यमहोदय इति साधु भविष्यत् अर्थे दक्षिणेन यास्यति न यास्यति अतः शकटं न पर्या भविष्यति आम् दक्षिणेन यास्यति न यास्यति शकटं पर्या भविष्यति न शकटं दक्षिणेन यास्यति परमस्ति शकटं पर्या भविष्यति वा न भविष्यति दक्षिणेन यास्यति शकटं न पर्या भविष्यति साधु आयास्यति अयास्यति नकार निगेटिव् अस्ति अयास्यति इति सो दक्षिणेन वि आर् यूसिङ्ग् अ अत्र एस् अ लिङ्ग् लकारस्य प्रयोग अडागम अस्ति तत्र भूतकाले अस्ति नो अडागम लिङ्ग् लङ्गेषु लिङ्ग् लङ् लिङ्गेषु उदात्त इति अडागम तु अ तत्र अ या इति धातु स्य प्रत्यय यास्य इति धातु या भवति यास्यत् इति तकार इति भवति परस्मैपदि यास्यत् अयास्यत् ओके अयास्यत् लिङ्ग्लकारः अयास्यत् शकटं न भविष्यति न भवि पर्या भविष्यति दक्षिणेन यास्यत् अयास्यत् शकटं न पर्या भविष्यत् इति लिङ्ग्लकारः किन्तु लिट् लकार किं भवति अन्यपक्ष किं भवति परिमाणं दक्षिणेन न यास्यति शकटमपि न पर्या भविष्यति न दक्षिणेन न यास्यति शकटं पर्या भविष्यति डिड् नाट् कम् फ्रम् द रैट् सैड् शकटं वेण्ट् अप् सैड् डौन् न अयास्यत् अस्तु अयास्यति दक्षिणे वदामि अयास्यति फस्ट् यूस् द लिङ्ग् लकार ओके अस्तु दक्षिणेन चेत् अयास्यत् न शकटं पर्या भविष्यत् आम् इति लिङ्ग् लकार ओके लिङ्ग् लकार लिट् लकारः दक्षिणेन तदपि अयास्यति तदेव अकारः भविष्यत्काल तत्र न यास्यति कम् हि वोण्ट् कम् फ्रोम् द रैट् सैड् हि डिड् न यास्यति न यास्यति दक्षिणे डिड् नाट् हि वोण्ट् कम् फ्रोम् द रैट् सैड् सो दक्षिणेन न यास्यति शकटं पर्या भविष्यति शकटं न पर्याप्तयिष्यति वा न नाट् कमिङ्ग् फ्रोम् द रैट् सैड् दट्स् वै द शकटं वेण्ट् अप् सैड् डौन् फस्ट् यु आर् यूसिङ्ग् इन् द भूतकाल वाट् he did not come from the right side if he did not come from the right side the shakatam would not have gone up it would not go upside down so if he comes from the right side then shakatam would not be upside down so dakshinena ayasyat chet shakatam na parya bhavishyat ओके तत् अहम् अवगतम् अनन्तरम् ओके लुट् लकारे भवति दक्षिणेन न यास्यति वोण्ट् कम् फ्रोम् द रैट् सैड् शकटं पर्या भविष्यति द इट् विल् गो अप् सैड् डौन् अपोसिट् यु टु सी अपोसिट् वे रिवर्स् महोदय दक्षिणेन न दक्षिणेन यास्यति इट् केम् फ्रोम् द दक्षिणेन न यास्यति इफ् यु कम् फ्रोम् द रैट् सैड् देन् शकटं पर्याभविष्यति न पर्याभविष्यति इफ् यु केम् फ्रोम् द रैट् सैड् न दक्षिणेन न आयासत् भगिनि टैम् यु डोण्ट् हेव् टु यूस् द लिङ्ग् लकार यु हेव् टु यूस् द लिट् लकार भविष्यति यास्यति न यास्यति दक्षिणेन न यास्यति इट् मीन्स् वामत इति आगच्छति वामेन यास्यति दक्षिणेन न यास्यति मीन्स् वामेन यास्यति शकटं भविष्यति भविष्यति If you can listen to Mayodhya Mangalvasra's Dhvani Mudra, the last 10 minutes you listen to it. Mahodhya made three people say the same thing. I know. Three people. Okay, then you will understand better. All of us, as we are doing a mistake now, same thing, all of us did a mistake that time. And he corrected each one of us. लिङ्गि लिङ्गे इति प्रमाणात् इति अपि बहु सम्यक् उक्तवान् महोदय अस्तु विद्याभगिनी तस्य प्रतिपादितवती बहु सम्यक्तया लास्ट् वीक् त्री पीपुल् बिफोर् दट् विद्या भगिनी उक्तवती सो लास्ट् 20 मिनिट्स् इफ् यु लिसन् लिङ्क् निमित्ते लिङ्क् इत्यात् क्रियाति पतौ इति भवति ओके ओके धन्यवादः साधु ओके सो वि विरामः शुभदिवस् अहं टु थर्स्डेस् ऐ वोण्ट् बि हियर् ऐ थिङ्क् ऐ एम् गोयिङ्ग् टु केलिफोर्निया ओके ओके थेङ्क् यु ओके मिस् यु भगिनि I will miss you. Okay, you will be here. Mahodaya class, we are going to miss you. I will be missing my classes, but I have no choice. If you go to California, you will be attending a class now. Yeah, but I'm attending a retreat, so I will be in the retreat. The same time, something will be going on there. It will be 6:00 here. So I know the program is 6:00, there's a Swamiji's lecture there at that time. So I won't be able to attend the class. Where is the city, Bagani? I'm going to San Jose. Oh, San Jose. Yeah. Okay. Thank you. Bye-bye. Thank you. Thank you, Bagani. Thank you. Have a good day. Have a good day, you. Thank you. Have a nice sleep. Good sleep. Okay, yeah.